पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 60 स्कन्द उवाच अपरस्यापि पृच्छामि फलस्य पूततां तरोः सर्वलोकहितार्थाय वदनो जगदीश्वर ईश्वर उवाच धात्रीफलं परं भूतं सर्वलोकेषु विश्रुतं यस्य रूपान्नरो नारी मुच्यते जन्मबन्धनाद् पावनं वासुदेवस्य फलं प्रीतिकरं शुभम् अस्य भक्षणमात्रेण मुच्यते सर्वकल्मषाद् भक्षणे च भवेदायुः पाने वै धर्मसञ्चयः अलक्ष्मीनाशनं स्नाने सर्वैश्वर्यमवाप्नुयाद् यस्मिन् गृहे महासेन धात्री तिष्ठति सर्वदा तस्मिन् गृहे न गच्छन्ति प्रेदा दैतेयराक्षसाः न गङ्गा न गया चैव न काशी न च पुष्करम् एकैव हि नृणां धात्री सम्प्राप्ते हरिवासरे एकादश्यां पक्षयुगे धात्री स्नानं करोति यः सर्वपापक्षयं यान्ति विष्णुलोके महीयते धात्रीफलं सदा सेव्यं भक्षणे स्नान एव च नियतं पारणे विष्णो स्नानमात्रे हरेर्दिने संयदे पारणे चैव धात्र्येकस्पर्शने नरः भुक्त्वा तु लङ्घयेद्यस्तु एकादश्यां सितासिते एकेनैवोपवासेन कृतेन दुषडानन सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः अक्षयं लभते स्वर्गं विष्णु सायुज्यमाव्रजेद तस्मात् सर्वप्रयत्नेन धात्रीव्रतं समाचर धात्रीद्रवेण सततं यस्य केशासुरं जिदाः न पिबेत् स पुनर्मादुस्थनं कश्चित् षडानन धात्रीदर्शनसंस्पर्शान्नाम्न उच्चारणेऽपि वा वरदत्सम्मुखो विष्णुः सन्तुष्टो भवति प्रियः धात्रीफलं च यत्रास्ते तत्र तिष्ठति केशवः तत्र ब्रह्मा स्थिरा पद्मा तस्मात्तां तु गृहे न्यसेद अलक्ष्मीर्नश्यते तत्र यत्र धात्री प्रतिष्ठति सन्तुष्टाः सर्वदेवाश्च न त्यजन्ति क्षणं मुदा धात्रीफलेन नैवेद्यं यो ददादिमहाधनं तस्य तुष्टो भवेद्विष्णोर्नान्यैः क्रतुशतैरपि स्नात्वा धात्रीद्रवेणैव पूजयेद्यस्तु माधवं सोऽभीष्टफलमाप्नोति यद्वा मनसि वर्तते तथैव लक्षणं स्मृत्वा पूजयित्वा फलेन तु सुवर्णशतसाहस्रं फलमेदि नरोत्तमः यागदिर्ज्ञानिनां स्कन्दमुनीनां योगसेविनां गतिं तां समवाप्नोति धात्री सेवारतो नरः तीर्थसेवाभिगमने व्रतैश्च विविधैस्तथा रागतिर्लभ्यते पुंसां धात्री बलसुसेवया प्रीतिश्च सर्वदेवानां देवीनां नो गणस्य च सम्मुखा वरदास्नाने धात्रीफलनिषेवणे ग्रहादुष्टाश्च ये केचिदुग्राश्च दैत्यराक्षसाः सर्वेण दुष्टदां यान्ति धात्रीफलसुसेवनाद सर्वयज्ञेषु कार्येषु शस्तं चामलकीफलम् सर्वदेवस्य पूजायां वर्जयित्वा रविं सुत तस्मात् द्रविदिने तादसप्तम्यां च विशेषतः धात्रीफलानि सततं दूरतः परिवर्जयेत् सङ्क्रान्तौ च भृगोर्वारे षष्ट्यां प्रतिपिदि ध्रुवं नवम्यां चाप्यमायां च धात्रीं दूरात् परित्यजेद नासिकाकर्णतुण्डेषु मृतस्य चिकुरेषु वा तिष्ठेद्धात्रीफलं यस्य स यादिविष्णुमन्दिरं धात्रीसम्पर्कमात्रेण मृदो यात्यच्युतालयं सर्व पापक्षयस्तस्य स्वर्गं यादि रथेन तु धात्रीद्रवं नरो लिप्त्वा यस्तु स्थानं समाचरेद पदे पदेष्वमेधस्य फलं प्राप्नोति धार्मिकः अस्य दर्शनमात्रेण एवै पापिष्ठजन्तवः सर्वे ते प्रपलायन्ते ग्रहा दुष्टाश्च दारुणाः पुरैकपुल्कसत्स्कन्दमृगयार्धं वनं गदः मृगपक्षिगणान् हत्वा तृषया परिपीडितः क्षुधयामलकीवृक्षं पुरपीनफलान्वितम् दृष्ट्वा संरुह्य सहसा चकादफलमुत्तमं तदो दैवात्सवृक्षाग्रान्निपत्पातमहीतले वेदनागाढसंविद्धः पञ्चत्वमगमत्तदा तदप्रेदगणा सर्वे रक्षो भूतगणास्तथा तनुं वोढुं मुदा सर्वे ये वै शमनसेवकाः न शक्नुवन्ति चाण्डालमृदं द्रष्टुं महाबलाः अन्योन्यं विग्रहस्तेषां ममायमिति भाषतां ग्रहीतुं चापि नेतुं च न शक्रास्ते परस्परं ततस्ते तु समालोक्य गदा मुनिगणान् प्रति प्रेदाऊचुः किमर्थं मुनयो धीराश्चाण्डालं पापकारिणं प्रेक्षितुं न वयं शक्ता न चापि यमसेवकाः म्रियं ते पादिताये जस्थिरैर्युद्धपराङ्मुखाः साहसैः पादिता भीदा वज्राग्निकाष्ठपीडिताः सिंहव्याघ्रहदमर्त्या व्याघ्रैर्वा जलजन्तुभिः जलस्थलस्थिताः प्रेदाः वृक्षपर्वतपादिताः पशुपक्षिहदाये च कारागारे गरे मृताः आत्मखादमृताये जश्राद्धादिकर्मवर्जिताः गूढकर्ममृता धूर्ता गुरुविप्रनृपद्विषः पाषण्ढा कौलिका क्रूरा वरधा कूडसाक्षिणः आशौ चान्नस्य भोक्तारप्रेदभोग्यानसंशयः ममायमिति भाषन्तो नेतुं तं च न शक्नुमः आदित्य इव दुष्प्रेक्ष्य किं वा कस्य प्रभावदः मुनय ऊजुः अनेन भक्षितं प्रेताः पक्वं चामलगीफलं तत्सङ्गं यान्ति तस्यैव फलानि प्रचुराणि च तेनैव कारणेनायं दुष्प्रेक्ष्यो भवतां ध्रुवं वृक्षाग्रपतितस्याध प्राणस्नेहान्न च त्यजेद नायं चारेण सूर्यस्य न चाने पापकारिणः धात्री भक्षणमात्रेण पापात् पूतो व्रजेद्दिवं प्रेता ऊचुः पृच्छामो वो ह्यविज्ञानान्न वयं निन्दकाः क्वचिद विष्णुलोकाद्विमानं तु यावन्नैवात्र गच्छति उच्यता मुनिशार्दूला वो धृतं मनसि स्थितं यावद्विजानकोशन्ति वेदमन्त्रादिकल्पितं कोष्यन्ते यत्र वेदाश्च मन्त्राणि विविधानि च पुराणस्मृतयो यत्र क्षणं स्थातुं न शक्नुमः यज्ञहोमजपस्थानदेवतार्चनकर्मणां पुरतो वै न तिष्ठामस्तस्माद्वृत्तं समुच्यतां किं वै कृत्वा प्रेदयोनिं लभन्ते हि नराद्विजाः श्रोतुमिच्छामहे सम्यक् कथं वै विकृतं बहुः द्विजाऊजुः शीतवाता तपक्लेशैः क्षुत्पिपासा विशेषकैः अन्यैरपि च दुःखैर्ये पीडिता कूडसाक्षिणः वधबन्धप्रमीदाश्च प्रेदास्ते निरयं गताः छिद्रान्वेषपरा ये जद्विजानां कर्मकादिनः तथैव च गुरूणां च ते प्रेताश्च पुनर्भवाः दीयमाने द्विजाग्र्ये तु दादारं प्रतिविध्यति चिरं प्रेतत्वमाश्रित्य नरकान्न निवर्तते परस्य वात्मनोवागां कृत्वा पीडनवाहने न पालयन्ति ये मूढास्ते प्रेदा कर्मजा भुवि हीनप्रतिज्ञाश्चा सत्यास्तथा भग्नव्रता नराः नलिनीदलभुक्ताश्च ते प्रेधा कर्मजा भुवि विक्रीणन्ति सुधां शुद्धां स्त्रियं साध्वीमकण्डकं पितृव्यमादुलादेश्च ते प्रेधा कर्मजा भुवि ये ते चान्येज बहवः प्रेता जाता स्वकर्मभिः प्रेदा ऊजुः न भवन्ति कथं प्रेधा कर्मणा केन वा द्विजाः हिताय वदनस्तूर्णं सर्वलोकहितं परं द्विजा ऊजुः येन चैव कृतं स्नानं जले तीर्थस्य धीमता नमस्कृतं परं लिङ्गं न प्रेदो जायते नरः एकादश्यामुपोष्यैव द्वादश्यां च विशेषतः पूजयित्वा हरिं मर्त्याः प्रेतत्वं न व्रजन्ति वै वेदाक्षरः प्रसूतैश्च स्तोत्रमन्त्रादिभिस्तथा देवानां पूजने रक्ता न वै प्रेदा भवन्ति ते श्रुत्वा पौराणिकं वाक्यं दिव्यं च धर्मसंहितं पाठयित्वा पठित्वा च पिशाचत्वं न गच्छति व्रतैश्च विविधैः पूदाः पद्माक्षधारणैस्तथा जप्त्वा पद्माक्षमालायां प्रेतत्वं नैव गच्छति धात्रीफलद्रवै स्नात्वा नित्यं तद्भक्षणे रताः तेन विष्णुं सुसम्पूज्य न गच्छन्ति पिशाचतां प्रेताऊजुः सदां सन्दर्शनात् पुण्यमिति पौराणिका विदुः तस्माद्वो दर्शनं जातं हितं न कर्तुमर्हतः प्रेतभावाद्यथा मुक्ति सर्वेषां नो भविष्यति व्रतोपदेशकं धीरा युष्माकं शरणागताः ततो दयालव सर्वे तानोचु द्विजसत्तमाः धात्रीणां भक्षणं शीघ्रं कुर्वतां मुक्तिहेतवे प्रेदाऊजुः धात्रीणां दर्शने विप्रा वयं स्थातुं न शक्नुमः कथं तेषां फलानां च शक्ता वै भक्षणेऽधुना द्विजा ऊजुः अस्माकं वजनेनात्र धात्रीणां भक्षणं शिवं भजिष्यति परं लोकं तस्माद्गन्तुं समर्हथ अथ तेभ्यो वरं लब्ध्वा धात्रीवृक्षं पिशाचकैः समारुह्य फलं प्राप्य भक्षितं लीलया तदा ततो देवालयात्तूर्णं रथं पीन सुशोभनम् आगतं तं समारुह्य स चाण्डालपिशाचकाः गदास्ते त्रिदिवं पुत्र व्रतैर्यज्ञैः सुदुर्लभम् स्कन्द उवाच धात्रीभक्षणमात्रेण पुण्यं लब्ध्वा दिवं गदाः तद्भक्षिणः कथं स्वर्गं न गच्छन्ति नरादयः ईश्वर उवाच पूर्वं ते ज्ञानलोपाच्च न जानन्ति हिदाहितम् उच्छिष्टं स्वभिरुत्स्पृष्टं श्लेष्ममूत्रं सकृत्तु वा मत्वा च मोहिता श्रेष्ठं प्रेदादन्ति सदैव हि शकृशौजलं बान्धं बलिसूकरकुक्कुटैः मृतके सूतके जप्यं न त्यक्तं येन केनचित् तस्यान्नं च जलं प्रेधा खादन्ति तु सदैव हि दुर्दान्ता गृहिणीयस्य शुचिसंयमवर्जिता गुरुनिःसारिता दुष्टा सन्ति प्रेताश्च तत्र वै अपुङ्गवाक्कुलैर्जात्या बलोत्साहविवर्जिताः बधिराश्च कृशादीनाः पिशाचा कर्मजादयः क्षणं च मङ्गलं नास्ति दुःखैर्देहयुधाभृशं तेनैव विकृताकाराः सर्वभोगविवर्जिताः नग्नकारोगसन्तप्ता मृता रूक्षमलीमसाः एते चान्ये च दुःखार्ताः सदैव प्रेतजादयः तेन कर्मविपाकेन जायन्ते काममीदृशाः पितृमातृगुरूणां च देवनिन्दापराश्च ये पाषण्डा कौलिकाः पापास्ते प्रेधा कर्मजा भुवि गलपाशैर्जलैशस्त्रैर्गरलैरात्मकादकाः इह लोके च दे प्रेधाश्चाण्डालादिषु सम्भवाः अन्त्यजा पतिताश्चैव पापरोगमृदाश्च ये अन्त्यजैर्खादिदा युद्धे ते प्रेदा निश्चिदा भुवि महापादकसंयुक्ता विवाहे च बहिष्कृताः शौर्यात्साहसिका ये च ते प्रेधा कर्मजा भुवि राजद्रोहकरा ये च पितॄणां द्रोहचिन्तकाः ध्यानाध्ययनहीनाश्च व्रतैर्देवार्चनादिभिः अमन्त्रास्नानहीनाश्च गुरुस्त्रीगमने रतः तथैव चान्द्यजस्त्रीषु दुर्गतासुजसङ्गताः मृदा क्रूरोपवसेन म्लेच्छदेशस्थिता मृदाः म्लेच्छभाषा युधा शुद्धास्तथा म्लेच्छोपजीविनः अनुवर्तन्ति ये म्लेच्छान् स्त्रीधनैरुपजीवकाः स्त्रियो यैश्च न रक्ष्यन्ते ते प्रेदा नात्र संशयः क्षुधा संतप्तदेहं तुश्रान्तं विप्रं गृहागतम् गुणपुण्यातिथिं त्यक्त्वा पिशाचत्वं व्रचन्ति ते विक्रीणन्ति च वैगाश्च म्लेच्छेषु च गवाशिषु प्रेतलोके सुखं स्थित्वा तेज यान्त्य पुनर्भवम् अशौचाभ्यन्तरे ये च जाताश्च पशवो मृताः चिरं प्रेदा पिशाचाश्च मृता जाताः पुनः पुनः जातकर्ममुखैश्चैव संस्कारैर्ये विविर्जिताः एकैकस्मिश्च संस्कारे प्रेदत्वं परिहीयते स्नानसन्ध्यासुरार्चाभिर्वेदयज्ञव्रताक्षरैः आजन्मवर्जिताः पापास्ते प्रेताश्च पुनर्भवाः भोजनोच्छिष्टपात्राणि यानि देहमलानि च निपादयन्ति ये तीर्थे ते प्रेदा नात्र संशयः दानमानार्चनैर्नैव यैर्विप्रा भुवि तर्पिताः पितरो गुरवश्चैव प्रेतास्ते कर्मजा भृशं पदीं त्यक्त्वा च यानार्यो वसन्ति चेदरैर्जनैः प्रेतलोके चिरं स्थित्वा जायन्ते चान्द्ययोनिषु पदीं च वञ्चयित्वा या वृषयेन्द्रियमोहिताः मिष्टं चादन्ति याः पापास्तास्तु प्रेताश्चिरं भुवि विन्मूत्रभक्षका ये च ब्रह्मस्वभक्षणे रताः अभक्ष्य भक्षकाश्चान्ये ते प्रेदाश्च पुनर्भवाः बलाद्ये परवस्तूनि गृह्णन्ति न ददत्यपि अतिथीन्यवमन्यन्ते प्रेदा निरयमास्थिताः तस्मादा मलकीं भुक्त्वा स्नात्वा तस्य द्रवेण च सर्वपावाद्विनिर्मुक्तो विष्णुलोको महीयते तस्मात् सर्वप्रयत्नेन सेवया मलगीं शिवां य इदं शृणुयान्नित्यं पुण्याख्यानमिदं शुभं सर्वपापप्रपूतात्मा विष्णुलोके महीयते श्रावयेत् सततं लोके वैष्णवेषु विशेषतः स यादि विष्णोः सायुज्यमिति पौराणिका विदुः स्कन्द उवाच महीरुहफलं ज्ञातं प्रभूतं द्विविधं प्रभो इदानीं श्रोतुमिच्छामि पत्रं पुष्पं सुमोक्षदम् ईश्वर उवाच सर्वेभ्यः पत्रपुष्पेभ्यः सत्तमा तुलसी शिवः सर्वकामप्रदा शुद्धा वैष्णवी विष्णुसुप्रिया भुक्तिमुक्तिप्रदा मुख्या सर्वलोकपरा शुभा यामाश्रित्य गदा स्वर्गमक्षयं मुनिसत्तमाः हितार्थं सर्वलोकानां विष्णु नारोपिता पुरा तुलसीपत्रपुष्पं च सर्वधर्मप्रतिष्ठितम् यथा विष्णो प्रिया लक्ष्मीर्यथाहं प्रिय एव च तथेयं तुलसी देवी चतुर्थो नोपपद्यते तुलसीपत्रमेकं तु शदहेमफलप्रदं नान्यैपुष्पैस्तथा पत्रैर्नान्यैर्गन्धानुलेपनैः तुष्यते दैत्यः विष्णुस्तुलस्याश्च दलैर्विना अनेन पूजितो येन हरिर्नित्यं पराशया तेन दत्तं हुदं ज्ञातं कृतं यज्ञव्रतादिकं जन्मजन्मनि भासि त्वं सुखं भाग्यं यशश्रियं कुलं शीलं कलत्रं च पुत्रं दुहितरं तथा धनं राज्यमरोगत्वं ज्ञानं विज्ञानमेव च वेदवेदाङ्गशास्त्रं च पुराणागमसंहिताः सर्वं करगदं मन्ये तुलस्याभ्यर्चने हरेः यथा गङ्गा पवित्राङ्गी सुरलोके विमोक्षदा यथा भागीरथी पुण्या तथैवं तुलसी शिवा किञ्च गङ्गाजलेनैव किञ्च पुष्करसेवया तुलसीदलमिश्रेण जले नैव प्रमोद्यते माधवः सम्मुखो यस्य जन्मजन्म सुधीमदः तस्य श्रद्धा भवेत् श्रुत्वा तुलस्या हरिमर्चितुं यो मञ्जरीदलैरेव तुलस्या विष्णुमर्चयेद तस्य पुण्यफलं स्कन्द कथितुं नैव शक्यते तत्र केशवसान्निध्यं यत्रास्ति तुलसीवनं तत्र ब्रह्माजकमला सर्वदेवगणैः सह तस्मात्तां सन्निकृष्टेदु सदा देवीं प्रपूजयेद स्तोत्रमन्त्रादिकं यद्वा सर्वमानं त्यमश्नुदे ये च प्रेताश्च कूष्माण्डा पिशाचा ब्रह्मराक्षसाः भूतदैत्यादयस्तत्र पलायन्ते सदैव हि अलक्ष्मीर्नाशिनी कूर्णा या डागिन्यादिमादरः सर्वाः सङ्कोचितां यान्ति दृष्ट्वा तु तुलसीदलं ब्रह्महत्यादय पापव्याधय पापसम्भवाः कु मन्त्रिणा कृताये च सर्वे नश्यन्ति तत्र वै भूतले वापि तं येन हर्यार्थं तुलसीवनं कृतं क्रतुशतं तेन विधिवत् प्रियदक्षिणं हरिलिङ्गेषु चान्येषु सालग्रामशिलासु च तुलसीग्रहणं कृत्वा विष्णो सायुज्यमाव्रजेद नं दन्ति पुरुषास्तस्य माधवार्थे क्षितौ तु यः तुलसीं रोपयेद्धीरः स यादि माधवालयं पूजयित्वा हरिं देवं निर्माल्यं तुलसीदलं धारयेद्यस्वशीर्षेदु पापात्पूतो दिवं व्रजेद पूजने कीर्तने ध्याने रोपणे धारणे कलौ तुलसी दहते पापं स्वर्गं मोक्षं ददाति च उपदेशं दिशे दस्या स्वयमाचरते पुनः स यादि परमं स्थानं माधवस्य निकेतनं हरे प्रियकरं यच्च तन्मे प्रियतरं भवेद सर्वेषामपि देवानां देवीनां च समं ततः श्राद्धेषु यज्ञकार्येषु पर्णमेकं षडानन तस्मात् सर्वप्रयत्नेन तुलसीसेवनं कुरु तुलसीसेविता येन तेन सर्वं तु सेविदं गुरुं विप्रं देवतीर्थं तस्मात् सेवय षण्मुख शिखायां तुलसीं कृत्वा यस्तु प्राणान् परित्यजेद दुष्कृतौ काद्विनिर्मुक्तः स्वर्गमेदि तिरामयं राजसूयादिभिर्यज्ञैर्व्रतैश्च विविधैर्यमैः यागधिप्राप्यते धीरै तुलसी सेविनां भवेद तुलसीदलेन चैकेन पूजयित्वा हरिं नरः वैष्णवत्वमवाप्नोति किमन्यैः शास्त्रविस्तरैः न पिबेत्सपयो माधुस्तुलस्या कोडिसङ्खकैः अर्चितकेशवो येन शाखा मृदुलपल्लवैः भावयेत् पुरुषान्मर्त्यशदशोधसहस्रशः पूजयित्वा हरिं नित्यं कोमलैस्तुलसीदलैः प्रधानदो गुणास्ताद तुलस्या गदिदा मया निखिलं पुरुकालेन गुणं वक्तुं न शक्नुमः यस्त्विदं शृणुयान्नित्यमाख्यानं पुण्यसञ्चयं पूर्वजन्मकृतात् पापान्मुच्यते जन्मबन्धनाद् सकृत्पठनमात्रेण वन्निष्ठोमफलं लभेद न तस्य व्याधयपुत्रमूर्खत्वं न कदाचन सर्वदा जयमाप्नोति न गच्छेत् स पराजयं लेखस्तिष्ठे गृहे यस्य तस्य लक्ष्मी प्रवर्तते न चाधयो न च प्रेदा न शोको नावमानना न तिष्ठन्दीक्षणं तत्र यत्रेयं वर्तते लिभिः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे तुलसीमाहात्म्यं नाम षष्टितमोऽध्यायः ॐ